ॐ सहनावतु सहनौ भुनक्तु सहवीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः। हरिः ॐ श्रीगुरुभ्यो नमः। हरिः ओम्। किम् अभवत्? भवान् एक्सिडेण्ट्लि गतवान्। क्षम्यताम्, अहं किमपि कृतवान् तत्र बहिः आगतवान्। क्षम्यताम्। अस्तु महोदय, नास्ति चिन्ता। वेदा भगिनी आगतवती। ओ अस्तु, वेदा भगिनी नमस्कारः। नमस्कारः महोदय, विलम्बेन आगतवती। सोरि, चिन्तामास्तु भगिनी। नमस्ते भगिनि। नमस्ते। नमस्ते। तर्हि सर्वेभ्यो नमः, सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमाने विषये आसीत् तत्र निजन्तं, तत्र गतवर्गे पुटसङ्ख्या 80 तत्र सा कथा या अस्ति तां पठितवन्तः, तत्र अवगतवन्तः अपि। तत्र केवलम् एकं वाक्यं तत्र तस्मिन् विषये किञ्चित् चर्चा आवश्यकी अस्ति। तर्हि तत्र 80 पुटसङ्ख्या 80 तत्र द्वितीयपरिच्छेदे तत्र यदि गुरुः कीर्तिशेषः भविष्यति तर्हि अस्मान् को वा त्रायते इति विचिन्त्य दुःखितमनसः ते गुरुम् उपसृत्य इत्थम् अवदन्। तत्र कोऽपि वक्तुम् इच्छति वा तत्र अर्थः कः इति? तत्र शुभो भगिनि, द्वितीयपरिच्छेदे वा महोदय? सः गुरुः कदाचित् तीव्रेण अनारोग्येण सम्पीडितः अभूत्, गुरुः अचिरादेव मरिष्यति इति छात्राः अवागच्छन् यदि गुरुः कीर्तिशेषः भविष्यति तर्हि अस्मान् को वा त्रायते इति विचिन्त्य दुःखितमनसः ते गुरुम् उपसृत्य इत्थम् अवदत्। गुरो क्षम्यताम्। तर्हि तत्र कीर्तिशेषः इत्युक्ते यदा कोऽपि स्वर्गं प्राप्नोति अथवा मरणं प्राप्नोति तर्हि तेषां यत् यः कीर्ति या कीर्तिः अस्ति तदेव अवशिष्यते। किन्तु इत्युक्ते तत्र कीर्तिः तु अवशिष्यते, तस्य कदापि अपगमनं न भवति। तर्हि सः विषयः मुख्यः, यतोहि तत्र यदा वयम् इतः परं गच्छामः तदा किं वाट् केन् लीव् बिहैण्ड्, कीर्तिः एव, कीर्तिः एव, अतः तत्र न अस्माकं कृते, यतोहि वयं न भवामः एव, किन्तु अस्माकं परिवारः, अस्माकं सन्ततिः इति तेषां कृते तु तत्र उदाहरणं किं तत्र सम्यक् मार्गं दर्शयति अग्रे, अपि च अन्यैः ते अपि गौरवं प्राप्नुवन्ति, एतत् सर्वं भवति। अतः तत्र कीर्तिः किमर्थं करणीयं, किमर्थं सन्मार्गे न जातव्यं गन्तव्यम्, अपि च किमर्थम् उत्तमरीत्या जीवनयापनं करणीयम् इति चेत् एतस्मै इति वक्तुं शक्नुमः। अपि च अस्मान् को वा त्रायते, तर्हि तत्र तावद् अग्रे तत् को वा त्रायते इत्युक्ते ते पूर्णतया अवलम्बिताः आसन् शिष्याः गुरोः सह न गुरुणा सह अतः तत्र तदस्ति इति विचिन्त्य दुःखितमनसः तत्र दुःखितमनसः ते तत्र तु बहुवचने दुःखितमनसः इति शिष्याः दुःखितमनसः हा मनसः तदेव पदं तदेव पदं भगिनि नाम गतवर्गे तत्र अस्माकं चर्चा आसीत् खलु आसीत् मनसः ते इति अस्ति ते इति अस्ति दुःखितमनसः ते इत्युक्ते तत्र विशेषविशेषणं भवति खलु महोदय ते इत्युक्ते कीदृशः ते कीदृशाः ते इत्युक्ते दुःखितमनसः ते गुरुम् उपसृत्य इत्थम् अवदन् तर्हि दुःखितमनसः इति तत्र तत्र किं भवति नाम तत्र दुःखितमनसः एकवचने इव भासते अथवा पञ्चमी इव भासते खलु नाम दुःखित तत् तादृशं किन्तु तत्र किम् अस्ति तत्र दुःखितः अपि मनः तत्र मनस् दुःखितं योगः मनस् साधारणतया तत्र समासविषये तत्र पदद्वयं मनस् सकारान्तपदं मनः इति एक प्रथमविभक्ति एकवचने दुःखितं किन्तु नपुंसकलिङ्गपदं तर्हि दुःखितं मनः यदि तत्र कर्मधारया इति यत् विशेषणम् इति अस्ति चेत् तत्र दुःखितं मनः दुःखितमनः नपुंसकलिङ्गपदं भवति किन्तु दुःखितमनः इति शिष्यः नास्ति खलु शिष्यः इति दुःखितमनः नास्ति नाम तत्र मनः भिन्नम् अपि छात्रः भिन्नः छात्रस्य मनः दुःखितम् अस्ति तत्र बहुव्रीहि तत्र महोदय मनसः न भगिनि नाम तत्र नाम षष्टि भवति सत्यं छात्रस्य मनः दुःखितम् अस्ति इति किन्तु तत्र समासः भवति नाम यस्य मनः दुःखितम् अस्ति दुःखितम् अस्ति कः बहुव्रीहि वा बहुव्रीहि सः बहुव्रीहि समासः अतः यस्य मनः दुःखितम् अस्ति सः दुःखितमनसः मनसः किन्तु इदानीं तत्र सकारान्तपदं मनः इति सकारान्त नपुंसकलिङ्गपदं तर्हि मनः इति भवति किन्तु इदानीं छात्रः इति इदानीं बहुव्रीहिसमासः तत्र किम् अन्यपदप्राधान्यं नाम छात्रस्य लिङ्गं प्रातिपदिकं भवति न महोदय तत्र सत्यं भगिनि किन्तु लिङ्गं दुःखितमनः मनः इति लिङ्गं त्रिषु लिङ्गेषु भवति खलु त्रिषु लिङ्गेषु भवति विशेषणं भवति किन्तु इदानीं छात्रः इति तस्य विशेषणम् इच्छामः तर्हि यस्य मनं दुःखितम् अस्ति सः इदानीं यत् पदं स्थापयामः समासं कृत्वा तत्र तद् सकारान्तपदं भवति पुल्लिङ्गपदं भवति तर्हि तत्र सकारान्तपुल्लिङ्गपदं पश्यामश्चेत् तत्र वयं नाम तत्र अन्तर्मनस् इति अस्ति दुःखितमनः इति अर्थः एव तत्र प्रथमाविभक्तिम् अन्तर्मनाः तर्हि तत्र प्रथमाविभक्ति एकवचने दुःखितमनाः छात्रः दुःखितमनः छात्रौ दुःखितमनसौ छात्राः दुःखितमनसः इति भवति तर्हि तत्र ते छात्राः दुःखितमनसः तत्र पुल्लिङ्ग अस्ति पुल्लिङ्गबहुवचनरूपम् अस्ति अतः एव तत्र दुःखितमनसः इति पुल्लिङ्गबहुवचनरूपं प्रथमविभक्ति कर्तृपदस्य विशेषणं ते महोदय तत्र मन्मनाः भव इति वदति खलु भगवान् अर्जुनं तदपि तत्र एकवचनरूपस्य उदाहरणं भवति सत्यं भगिनि मन्मनाः यस्य मन किं मनः मनः मनसि मनांसि यस्य मनः मयि अस्ति सः उत्तम भगिनि तादृशं भव सत्यं भगिनि मम मनः भव उत्तमं भगिनि तत्रापि प्रथमविभक्त्याम् एकवचने तत्र मनाः इति एव पुल्लिङ्गरूपम्. मत् मयि तत्र मत् मत् मन्मनाः, मत् मनः मन्मनाः भवति इत्युक्ते तत्र प्रातिपदिकं स्वीकृत्य इति प्रायशः. नाम मत् मनः, मत् मनस्, मत् मनस् इति प्रातिपदिकं भवेत्. ओ तत्र प्रायः मन्मनस् मन्मनस् मन्मनस् मन्मनाः भवेत्. अस्तु महोदय. सकारं तत्र अतः एव तत्र गतवर्गे तत्र किञ्चित् क्लेशः आसीत् खलु, नाम किमर्थं दुःखितमनसा इति अस्ति इति. अतः तत्र सकारान्तपदं पुल्लिङ्गपदं बहुवचने, किन्तु आकारः साः इति नास्ति, किन्तु सः. यथा तत्र वाच् तत्र वाक् वाचौ वाचः, तथैव तत्र सकारान्तपदस्य अपि तत्र दुःखितमनाः छात्रः, छात्रौ दुःखितमनसौ, छात्राः दुःखितमनसः इति भवति. तावदेव. शब्दपाठे मनसः इति नपुंसकरूपमेव दत्तं, पुल्लिङ्गरूपं नास्ति तत्र. न, यतोहि मनस् इति तु नपुंसकलिङ्गपदं भगिनि. अस्तु, किन्तु किन्तु बहुव्रीः समासं कृत्वा दुःखितमनस् इति पदं प्राप्नुमः प्रातिपदिकं, तद् भवति पुल्लिङ्गपदं. करेक्ट्. यतोहि छात्रः इति तस्य विशेषणं, नाम यः छात्रः यस्य यस्य मनः दुःखितम् अस्ति सः दुःखितमनाः इति भवति. अतः सकारान्तपदं पुल्लिङ्ग सकारान्तपुल्लिङ्गपदस्य रूपाणि अनुसृत्य कीदृशानि सन्ति अनुसृत्य अनुसृत्य एतस्य पदस्य भवति. अस्तु अस्तु अस्तु अस्तु. तर्हि तर्हि तत्र तावदेव तत्र वक्तव्यमासीत्. अन्ये अन्यत् सर्वं तत्र वयं अतीतवन्तः इति मन्ये. किन्तु कथा तु बहु सुन्दरी अस्ति, उत्तमासीत् तत्र ज्ञाननदी अपि प्रवहन्ति, बहु उत्तमम् आसीत्. अस्तु, तर्हि तर्हि अग्रे सरामः. तर्हि तत्र इदानीम् अभ्यास द्वितीय अभ्यासे नाम तत्र द्वाशीतिपुटे इदानीं तत्र कुत्र द्वितीय अथवा यतोः उदाहरणः तत्र तत्र एव करणीयमस्ति. तृतीय खलु, तृतीय उदाहरणं, तृतीय उदाहरणं सप्तमे अध्याये तृतीय उदाहरणं, यतोदाहरणं तृतीय अभ्यासः. अस्तु, तर्हि तत्र नरेश् महोदय आरम्भं करोति वा. यदोदाहरणं नजन्त नजन्तवाक्यानुगुणं गुणम् अनिजन्तवाक्यानि लिखत. उदाहरणमस्ति गुरुः अध्यापयति. अनिजन्तवाक्यं अस्ति छात्राः अधीयते. अग्रे गुरुः सञ्चारयति. गुरुः सञ्चारयति, अत्र छात्राः छात्राः सञ्चरन्ति. सञ्चरति सञ्चारयति. तर्हि अत्र छात्राः सञ्चरन्ति. समीचीनम्. अस्तु, अग्रे भेदः भगिनि. गुरुः गमयति, गुरुः गमयति, छात्राः गमयति गच्छन्ति. छात्राः गच्छन्ति. गुरुः गमयति, गुरुः गमयति. समीचीनम् भगिनी. अग्रे. आम् महोदय. गुरुः अपाययत् इति अपाययत् इति तत्र लङ्लकारे, अतः छात्राः पिबन्ति एव. न, अपिबन् अपिबन् अपिबन् अपिबन् अपिबन् छात्राः अपिबन्. नाम गुरुः पाययति इति आसीत् चेत् छात्राः पिबन्ति किन्तु अपाययत् इति अस्ति इति कृत्वा छात्राः अपिबन् समीचीनं भगिनि अस्तु नरेश महोदय अग्रे गुरुः अनायत् अनायत् छात्रः अनायत् छात्रः अनयति आनयति इति समीचीनं किन्तु तत्र आनायत् इति तत्र लकारः कः अस्तु आन् भूतकाले अस्ति आनयत् आन् छात्रः आनयत् आनयत् छात्रः आनयत् आनयत् आनयत् अत्र एकवचने दत्तम् एकवचने छात्रः यतोहि अस्तु अस्तु कथायाम् एकः एव छात्रः आनयति खलु तर्हि महोदय तत्र महोदय तत्र अत्र सोपानेनापि यदि कुर्मः तत्र स्पष्टता आधिक्येन भवति नाम नयति तत्र निजन्तरूपं नयति नयत् नायत् नाययति नाययति नाययति नयति नाययति इदानीम् आनयति आनयति आनययत् आनाययति खलु अनाययति नयति नाययति आनयति आनाययति इदानीं तत्र लङ्लकारः आनाययत् तर्हि नायति नयति महोदय अतः अना तत्र आनयति आनयत् आनयत् आनयति आनयत् तदेव आनाययत् इति अभवत् नाम तत्र नयति इति अस्ति उपसर्गः अस्ति अपि पुनः तत्र लकारस्य परिवर्तनम् अतः तत्र कार्यद्वयं परन्तु अनजन्तवाक्यं तु अनायत् अनायत् अस्ति आनयति आनयत् आनयत् लट्लकारे आनयति लङ्लकारे आनयत् आनयत् आकारस्य दीर्घत्वम् आदौ एव अस्ति खलु नाम आनयति इति अस्ति खलु तर्हि आकारः योगः आकारः दीर्घः एव पूर्वम् अस्ति अतः तेन परिवर्तनं न भवति आनयत् भवति महोदय तत्र आ इति उपसर्गः अपि अस्ति खलु सत्यं भगिनि अतः एव अतः एव तत्र पुनः दीर्घत्वं न भवति नाम तत्र तदनन्तरम् अकारः आनय सत्यं भगिनि न भवत्याः तत्र किं वक्तुम् इच्छति इति तत्र इदानीम् अवगतवान् नाम तत्र प्रथमतया अकारः ह्रस्व अकारः एव आगच्छति तदनन्तरं तत्र उपसर्गं स्थापयामः इति सत्यं भगिनि सत्यं भगिनि अहं तत्र आकारः इति तत्र उपसर्ग तस्य अनन्तरम् अहं तत्र लकारस्य परिवर्तनं कर्तुम् इष्टवान् तत् दोषयुक्तः सत्यं भगिनि नाम तत्र प्रथमतया सत्यं भगिनि अनायत् तदनन्तरं तत्र उपसर्गः आयोजयामश्चेत् अनायत् इति भवति सत्यं धन्यवादः द्विवारं यकार किमर्थं निजन्तरूपे आयाति तत्र यतोहि यकारः तत्र नयति इति अणिजत् णिजन्तरूपे यकारः अस्ति नयति इति अय अय ओके करेक्ट् अतः अय इति योजनेन अयादेशः भवति तत्र भगिनि पिबति पाययति तत्रापि यकारस्य द्वित्वं गुरुः पाययति छात्रः पिबति लट्लकारे पिबति इति अस्ति समीचीनम् अस्तु तर्हि अग्रे शुभ भगिनि अग्रिम एतानि वाक्यानि सावधानं परिशीलयत रमा उमां मन्दिरं गमयति सत्यभामा उमया तण्डुलं ओ तत्र तत्र तत्र हा इत्युक्ते तत्र सम्बन्धः नास्ति अस्ति महोदय यतोहि इति चिन्तयामि यतोहि तत्र प्रथम स्तम्भे उदाहरणे स्तम्भस्य उदाहरणेषु द्वितीया भवति प्रयोज्यता द्वितीयस्तम्भे तत्र तृतीया भवति अस्तु तर्हि तत्र किं किं कुर्मः तत्र प्रायशः तत्र वाक्यद्वयं तत्र प्रायशः तत्र अधोभागे यत् दत्तं तत् पठित्वा कुर्मः चेत् अस्तु अस्तु भगिनि तर्हि तत् तर्हि तत् अस्तु महोदय एतेषु वाक्येषु सर्वे निजन्ताः धातवः प्रयुक्ताः सन्ति ते च सकर्मकाः सन्ति प्रत्येकं वाक्ये कर्तृपदद्वयं दृश्यते एकः प्रयोज्यकर्ता अन्यः प्रयोजककर्ता च इति यः प्रेरयति सः प्रयोजककर्ता यः प्रेरितः भवति सः प्रयोज्यकर्ता यथा बालः शालां गच्छति भ्राता बालकं शालां गमयति तर्हि तत्र सकर्मकधातवः ते सकर्मकधातवः सन्ति इति उपरि दत्तेषु सर्वे निजन्ताः धातवः अपि च सकर्मकाः सन्ति तत्र सकर्मकाः सन्ति चेत् अपि तत्र कर्मपदं तु अस्ति अपि तत्र किम् अस्ति तत्र कर्तृपदद्वयं भवति कर्तृपदद्वयं भवति अपि च किन्तु तत्र अत्र वाक्ये भ्राता प्रयोजककर्ता बालकः प्रयोज्यकर्ता उपरि प्रदर्शितेषु वाक्येषु स्थूलाक्षरैः लिखिताः सर्वेपि प्रयोज्यकर्तारः परं तेषां केषुचित् द्वितीयविभक्तिः पुनः केषुचित् तृतीयविभक्तिः दृश्यते कुत्र द्वितीयविभक्तिः कुत्र च तृतीयविभक्तिः इति कथं ज्ञातव्यम् इति इदानीम् अग्रे अपि गच्छति पाठः किन्तु तत्र यदा वयं रमा उमां मन्दिरं गमयति तत्र गम् इति गत्यर्थकधातुः अस्ति तत्र द्वितीया भवति गतिबुद्धिप्रत्यवसाना किं प्रत्यवसानार्थ इदानीं अकर्मणि कर्ता णौ इति तत्र इत्युक्ते गत्यर्थकधातूनां बुद्ध्यर्थकधातूनां भक्षणार्थकधातूनाम् इति तत्र सूत्रे अस्ति महोदय अतः तत्र गमयति गम् धातुः अकर्मकधातुः अकर्मकाणामपि द्वितीया भवति प्रयोज्यकर्ता कर्तुः द्वितीया भवति अतः तत्र उमाम् इति भवति किन्तु पाचयति पच् धातुः सकर्मकः अतः तत्र न भवति सत्यभामा उमया तण्डुलं पाचयति इति भवति नाम तत्र अग्रे तत्र पूर्वं यदि पूर्णं पाठं अवगच्छामः तर्हि तत्र कुत्र कुत्र भवति इति द्वितीयविभक्ति भवति इति अवगच्छामः इदानीं तत्र किम् अस्माकं मनसि स्थापनीयं नाम तत्र कुत्रचित् द्वितीय कुत्रचित् तृतीय तत्र आं महोदय तत्र क्रियापदमपि दृष्ट्वा धातुः कः इति स्मरामः चेदपि तर्हि तत्र धातुमनुसृत्य तत्र द्वितीया कदा भवति इति निर्णेतुं शक्नुमः. अग्रे गत्वा तत्र उदाहरणानि दत्तानि, तेषाम् आधारेण तत्र वयं सर्वं तत्र निर्णेतुं शक्नुमः इति मन्ये. अग्रे दत्तं वाक्येषु गत्यत्तकधातूनां मिजन्तत्वेन प्रयोगः भवति, तत्र प्रयोजकर्तुः द्वितीया विभक्ति भवति इति अस्ति. तथैव तत्र अग्रिमे पुटे अपि तत्र बुद्ध्यर्थकधातूनां भक्षणार्थकधातूनां शब्दकर्मकाणां अकर्मकधातूनां तत्र तत्सर्वं यत् भवती उक्तवती सूत्रं तदेव तत्र, किन्तु तत्र पृथक् पृथक् दत्तमस्ति, पृथक्तया कृतानि सन्ति. आम् महोदय, कृतानि. तेन नाम तत्र उदाहरणानि सर्वत्र एकः एव नियमः गत्यर्थकधातूनाम् इति. गत्यर्थकधातूनां निजन्तत्वेन प्रयोगः भवति, तत्र प्रयोज्यकर्तुः द्वितीया विभक्तिः भवति इति. तत्र अग्रिमम् उदाहरणमपि उदाहरणं पठनीयं वा महोदय? अभियन्ता इति अभियन्ता कर्म पठनि वा भवती? इदानीं कुत्र अस्ति तत्र? तत्र तदेव रमा उमां मन्दिरं गमयति, तत्र अभियन्ता कर्मकरं गृहं प्रेषयति. तत्र अभियन्ता इति प्रयोजककर्ता, कर्मकरः प्रयोज्यकर्ता, गृहं प्रेषयति इति. तत्र प्रेषयति इति प्रेषणम् इति गत्यर्थकधातुः भवति इति एव भवेत् तत्र. यतोहि तत्र द्वितीया दृश्यते, कर्मकरं गृहं प्रेषयति इति. अधिकारी कर्मकरेण कार्यं साधयति, तत्र तत्र तु तृतीया एव भवति, तृतीया इति सामान्य प्रयोगः. अतः साधयति इति धातुः, साध् इति धातुः किम् एतेषु तत्र गत्यर्थकः नास्ति इति. अस्तु अस्तु, नाम गत्यर्थकः भिन्नधातुः अपि भवेत्, किन्तु तत्र तृतीया एव अस्ति. अस्तु, यतोहि प्रेषणम् इत्युक्ते तत्र गमनम् अस्ति इति कृत्वा तादृशं स्वीकृतम् इति मन्ये महोदय. यतोहि नाम प्रथमस्तम्भे सर्वं गत्यर्थक एव, अतः प्रेषणे अपि न यतोहि भक्षयति इति अपि अस्ति भगिनि, बोधयति, पाठयति, अवसान. अतः इदानीं तत्र कदा भवति इति एतावत् न उक्तम्, एतावत् केवलं अस्माकं मनसि स्थापनीयं, नाम द्वितीयापि भवेत्, तृतीयापि भवेत्, अग्रे गत्वा ज्ञास्यामः कदा बोधयति सर्वमस्ति. इदानीं तत्र रेखा कुत्र अस्ति, नाम कदा द्वितीया कदा तृतीया इति न जानीमः, अग्रे तद् भविष्यति, किन्तु द्वितीया अपि भवितुमर्हति, कुत्रचित् तृतीया अपि भवितुमर्हति. अथवा वदतु महोदय, द्वौ उदाहरणे अभियन्ता अपि च अधिकारी प्रयोजककर्ता अस्ति, कर्मकरं प्रयोज्यकर्ता अस्ति. किन्तु तत्र कर्ता कः इति तस्य आधारेण तत्र तृतीया वा द्वितीया वा इति न भवति, क्रियापदस्य आधारेण एव तत्र द्वितीया भवति वा तृतीया भवति इति निर्णयः. किमर्थम् आशयति तद् तत्र एतत् सर्वम् अग्रे पश्यामः. इदानीम् अस्मिन् अभ्यासे किं लक्ष्यम् इत्युक्ते तत्र प्रयोज्यकर्ता प्रयोजककर्ता तस्य तत्र तत् मनसि स्थापनीयमस्ति. नो चेत् तत्र प्रयोज्यकर्ता प्रयोजककर्ता कस्य विभक्तिपरिवर्तनं भवति इति मम अस्माकं मनसि सम्यक् रीत्या स्थापनीयमस्ति. तर्हि कस्य विभक्ति प्रथमा भवति, कस्य विभक्ति द्वितीया वा तृतीया वा भवति इति अस्माकं मनसि भवेत्. अतः तत्र एकमेकं पठित्वा किञ्चित् वदामः. तत्र प्रयोजककर्ता प्रयोज्यकर्ता प्रयोजककर्ता अपि कस्य विभक्ति द्वितीया तृतीया अस्ति इति वदामः. तर्हि तत्र शोभा भगिनी, तत्र अधिकारी इति तत्र वाक्य पङ्क्तिद्वयं स्वीकृत्य वदतु भगिनि. तर्हि तत्र वाक्यचतुष्टयं पठतु. ओ, चतुष्टयवाक्यानि नाम रमा उमां मन्दिरं गमयति इति आरभ्य पुनः सत्यभामा तदनन्तरम् अभियन्ता अधिकारी. तर्हि वाक्यचतुष्टयं भवति चेत् तत्र एकस्मिन् स्तम्भे वाक्यद्वयम् अन्यस्मिन् स्तम्भे अपि वाक्यद्वयं तत् कुर्मः. अस्तु. तर्हि कुमारः इति तदेव वा आरभ्य पठतु. भवान् किम् उक्तवान् महोदय, क्षम्यतां? रमादेव रमा इति आरभ्य पठतु भगिनि. पुनः पठनीयं वा? अस्तु. रमा उमां मन्दिरं गमयति, सत्यभामा उमया तण्डुलं पाचयति. तत्र उमा इति प्रयोज्यकर्ता अस्ति वाक्यद्वये अपि, अपि च एकत्र द्वितीया भवति, एकत्र तृतीया भवति. प्रयोजककर्ता तत्र रमा उमां मन्दिरं गमयति इत्यत्र प्रयोजककर्ता रमा अस्ति, उमा प्रयोज्यकर्ता अस्ति, गमयति इति क्रियापदमस्ति, सत्यभामा उमया तण्डुलं पाचयति इत्यत्र सत्यभामा प्रयोजककर्ता, उमा पुनः प्रयोज्यकर्त्री, सत्यभामा कर्त्री, उमा कर्त्री, प्रयोज्यकर्त्री, अपि च पाचयति इति क्रियापदम् अस्ति. अभियन्ता अभियन्ता कर्मकरं गृहं प्रेषयति. अभियन्ता प्रयोजककर्ता, कर्मकरः प्रयोज्यकर्ता, प्रेषयति इति क्रियापदम्. अधिकारी कर्मकरे तत्र कर्मकरम् इति द्वितीया भवति. अधिकारी कर्मकरेण कार्यं साधयति, तत्र अधिकारी प्रयोजककर्ता, कर्मकरः प्रयोज्यकर्ता, तत्र साधयति इति क्रियापदं. तत्र कर्मकरेण इति तृतीया भवति इति अस्ति. समीचीनं भगिनि. अपि तत्र सर्वत्र तत्र कर्मपदं किम् इति अपि वदामश्चेत् समीचीनं भवति. तत्र कर्मपदं कर्मपदद्वयं, रमा उमा मन्दिरं गमयति इत्यत्र कर्मपदद्वयं भवति. तत्र मन्दिरम् इति कर्मपदं, किन्तु प्रयोज्यकर्तुः अपि कर्मपदं भवति तत्र उमाम् इति. किन्तु तद् इदानीं तत्र क्लेशः मास्तु, यतोहि तस्य प्रयोजकर्ता इति उक्तवन्तः खलु. नाम अतः अन्यत् यत् साक्षात् कर्मपदमस्ति, साक्षात् कर्मपदं मन्दिरम् इति अस्ति. उमा मन्दिरं गमयति, तत्र मन्दिरम् इति कर्मपदं. सत्यभामा उमया तण्डुलं पाचयति इत्यत्र तण्डुलम् इति कर्मपदम्. अभियन्ता कर्मकरं गृहं प्रेषयति इत्यत्र गृहम् इति कर्मपदम्. अधिकारी कर्मकरेण कार्यं साधयति इत्यत्र कार्यम् इति कर्मपदम्. समीचीनं भगिनि. नाम यतोहि तत्र नाम यदि तत्र वाक्यं पठामः, नाम अधिकारी कर्मकरेण कार्यं साधयति, अधिकारी प्रयोजककर्ता, कर्मकरः कर्मकरेण प्रयोज्यकर्ता. अतः तत्र यद्यपि कर्मकरः इति तत्र अत्र तृतीया अस्ति, अस्तु, कर्मकरम् अभियन्ता कर्मकरं गृहं प्रेषयति, कर्मकरम् इति कर्मपदमपि अस्ति, किन्तु प्रयोज्यकर्ता इति उक्तवन्तः, तत्र परिचयं दत्तवन्तः. अतः अग्रे गृहम्, इदानीं गृहम् इति कर्मपदं प्रेषयति, क्रियापदम् इति वदामश्चेत् तत्र वाक्ये ये यानि पदानि सन्ति तेषां परिचयं कृतवन्तः इति तावदेव. अस्तु, समीचीनं भगिनि. अस्तु, अग्रे नरेश् महोदय. कुमारः युवकं विषयं यापयति. अत्र कुमारः प्रयोजक कर्ता अस्ति, युवकं युवकः प्रयोज्यकर्ता अस्ति, युवकः अपि च विषयं कर्म. महोदय, इदानीं केवलं तत्र युवकम् इति तस्य परिचयं दत्तवान्, अग्रे विषयम् इति अस्ति, तस्य परिचयं करोतु. वाक्ये तस्य कार्यं किं? कर्मपदम् अस्ति, यापयति तत्तु क्रियापदम् अस्ति. क्रियापदमस्ति, तावदेव. अग्रे वृद्धः युवकेन फलम् अवचायति. अत्र वृद्धः तु प्रयोजककर्ता अस्ति, अपि च युवकः प्रयोज्यकर्ता अस्ति, फलं कर्मपदम् अस्ति, अवचाययति क्रियापदम् अस्ति. अग्रे पाचकः पुत्रं ओदनं भोजयति. पाचकः प्रयोजककर्ता अस्ति, पुत्रं प्रयोज्यकर्ता अस्ति, ओदनं कर्मपदमस्ति, भोजयति क्रियापदमस्ति. पाचकः पुत्रम् ओदनं भोजयति. गृहे रजकः पुत्रेण वस्त्रं प्रक्षालयति. रजकः प्रयोजककर्ता अस्ति, पुत्रः प्रयोज्यकर्ता अस्ति, वस्त्रं कर्मपदं, प्रक्षालयति क्रियापदम् अस्ति. क्रियापदं समीचीनं. अग्रे वेदा भगिनि. प्रसादः दिनकरं श्लोकं पाठयति. प्रसादः प्रयोजकर्ता, दिनकर प्रयोज्यकर्ता, श्लोकं कर्मपदं, पाठयति. तत्र पाठयति गतिबुद्धि बुद्ध्यर्थक इति मान्ये, बुद्ध्यर्थक धातु इति. तदेव तत्र द्वितीया विभक्ति भवति. प्रयोज्यकर्ता तत्र तस्य द्वितीया विभक्ति भवति. तदेव तत्र दिनकरम् इति दत्तं. दिनकरं श्लोकं पाठयति. शिवः दिनकरेण वस्तूनि सङ्ग्राहयति. शिवः प्रयोज्यकर्ता, दिनकरः प्रयोजककर्ता, दिनकरः प्रयोज्यकर्ता, वस्तूनि अस्ति कर्मपदं, सङ्ग्राहयति इति क्रियापदं. तत्र सङ्ग्राहयति तद् गतिबुद्धिप्रत्यवसानार्थशब्दकर्म कर्मकाणाम् अणिकर्तासणौ इत्यनेन तस्य धातूनां ग्रहणं न भवति तत्र. अपि च दृशोश्च इति वार्तिकमपि अस्ति, तत्रापि तस्य ग्रहणं न भवति. तदेव तद् साधारण धातु इति मन्ये, धातुरूपं. तदेव तत्र निजन्तरूपमस्ति इति कारणतः तत्र शिवः दिनकतृतीया विभक्तिः भवति. दिनकरस्य तृतीया विभक्तिः भवति. दिनकरेण वस्तूनि सङ्ग्राहयति इति रूपं दत्तम्. अन्य राजेशः दिनेशं गीतं बोधयति. तत्र बुध धातु बोधयति, बुध धातु अस्ति इति कारणतः गतिबुद्धि तत् सूत्रेण तस्य प्रयोज्यकर्तायाः द्वितीया विभक्ति भवति. तत्र प्रयोजककर्ता राजेशः, प्रयोज्यकर्ता दिनेशः. तदेव दिनेशस्य द्वितीया विभक्ति भवति. दिनेशम् अगीतमिति कर्मपदं, बोधयति इति निजन्तरूपं, बुध धातोः बोधयति इति निजन्तलट्लकाररूपमस्ति. गौरीशः दिनेशेन चाकलेहं खादयति, खादयति इति खाद् धातु धातूनां निजन्तर लट्लकारनिजन्तरूपं चाकलेहं कर्मपदं गौरीशः प्रयोजककर्ता दिनेशः प्रयोज्यकर्ता तत्र खादयति इति खाद् धातु तत्र तस्य एतत् गतिबुद्धिसूत्रस्य अपवादसूत्रमस्ति आदिखाद्योर्नः इत्यत्र खाद् धातु निषेधः भवति तदेव तत्र खादयति इति साधारण निजन्तरूपं निजन्तधातु अस्ति इति कारणतः तत्र तृतीयाविभक्ति प्रयोज्यकर्ता तृतीयाविभक्ति एव तिष्ठति तस्य द्वितीयाविभक्ति न भवति तत्र दिनेशेन चाकलेहं खादयति इति खादयति उत्तमं भगिनि अस्तु धन्यवादः अग्रे शोभा भगिनि कृषिकः पुरुषम् आम्रफलम् आशयति कृषिकः प्रयोजककर्ता पुरुषः प्रयोज्यकर्ता आम्रफलं कर्मपदम् आशयति इति क्रियापदं तत्र पुरुषः इति प्रयोज्यकर्तुः द्वितीया भवति तत्सर्वम् ओदनीयं वा इदानीमेव महोदय अथवा अग्रे इति उक्तवान् खलु तत्र धातु किं तत्र अश् अश् धातु अशति धातु तत्र अस्ति वा गतिबुद्धि इदानीम् एतावत् न जानीमः भगिनि अतः तत्र किमर्थं द्वितीय इति न जानीमः एतावत् अग्रे गत्वा ज्ञास्यामः किन्तु तावदेव ओदनीयं खलु सत्यं भगिनि हा नाम पुरुषम् इति तत्र कः नाम पुरुषं प्रयोज्यकर्ता आम्रफलम् आम्रफलम् इति कर्मपदम् आशयति इति क्रियापदे अश्विति धातुः अस्ति पुरुषः तक्षकेण विग्रहं निर्मापयति पुरुषः प्रयोजककर्ता तक्षकः प्रयोज्यकर्ता तक्षकः तस्य तत्र तृतीया भवति विग्रहम् इति कर्मपदं निर्मापयति तत्र निर् इति उपसर्गः आपयति निर्मापयति इत्युक्ते मापने मा इति धातुः तत्र निर्मापयति इति रूपं भवति तत्र तक्षक प्रयोज्यकर्तुः तृतीया अस्ति तृतीया दर्शितम् अस्ति पण्डितः अर्चकान् मन्त्रान् वेदयति पण्डितः प्रयोजककर्ता अर्चकः अथवा अर्चकाः प्रयोज्यकर्तारः तेषां तत्र अर्चकान् इति द्वितीया भवति मन्त्रान् इति कर्मपदं वेदयति इति क्रियापदं तत्र विद् इति धातुः तत्र बोधने भवति सोमयाजी अर्चकैः पूजां कारयति सोमयाजी प्रयोजककर्ता अर्चकैः अर्चकाः तत्र प्रयोज्यकर्तारः तेषाम् अर्चकैः इति तत्र तृतीया एव भवति पूजां कारयति कारयति इति क्रूधातुः अस्ति तत्र तत्र सोमयाजी इति तत्र तत्र किम् अश्वमेधयागं यः कृतवान् किमपि अस्ति स्मरति वा तत्र आमां सोमयाजी इति किं वदामि तत्र यु डू सम् कैण्ड् आफ् यज्ञानो फर् अग्नि वाट् इस् दट् काल्ड् अग्निहोत्री अग्निहोत्री किन्तु सोमयाजी अपि अग्निहोत्री समानं वा तत्र दट्स् वाट् ऐ एम् थिङ्किङ्ग् महोदय सोमयाजी रामानुज अग्निहोत्र इत्युक्ते होमः खलु सोमयाजी एकः पुरुषः यः सोमं किन्तु तत्र सोमयाजी इत्युक्ते यः कोऽपि होमं किम नाम कमपि होमं कृतवान् पण्डितः पिता सोमयाजी इति नाम्ना प्रसिद्धः अस्ति रामानुज सोमेन यजते इति तावदेव अस्तु सोमेन यजते यज् योगः निनि प्रत्ययः सोमयागकर्ता इति यः सोमयागं करोति सोमयाजी सोमयागस्तु तर्हि तत्र अश्वमेधयाग किमपि नास्ति अस्तु ओके अहं चिन्तितवान् तत्र किमपि आसीत् वा इति हा भगिनि तत्र अश्वमेधसोमयाजी टैटल् अस्तु अस्तु अस्तु हा अस्तु आमां सत्यं सत्यं हा अस्तु समीचीनम् अस्तु अग्रे तर्हि तत्र धन्यवादः भगिनि अस्तु इदानीं तत्र नरेश महोदय श्यामला श्यामला विमलां पद्यम् अवगमयति अत्र श्यामला तु प्रयोजककर्त्री विमला प्रयोज्यकर्त्री पद्यं कर्मपदम् अवगमयति क्रियापदम् अत्र श्यामला विमलां पद्यम् अवगमयति आरक्षकः विमलया विषयं स्मारयति अत्र आरक्षकः प्रयोजककर्ता विमला प्रयोज्यकर्त्री विषयं कर्मपदं स्मारयति क्रियापदम् सिंहः स्वशिशुं शृगालं भक्षयति सिंहः अत्र प्रयोजककर्ता स्वशिशुं स्वशिशुः प्रयोज्यकर्ता शृगालं कर्मपदं भक्षयति क्रियापदम् गणेशः शृगालेन नाट्यं कारयति अत्र गणेशः प्रयोजककर्ता शृगालः प्रयोज्यकर्ता नाट्यं कर्मपदं कारयति क्रियापदं गणेशः नाट्यं कारयति कारयति अस्तु हा तर्हि तत्र निघन्तक्रियापदमस्ति चेत् तत्र वाक्ये तत्र प्रयोजककर्ता प्रयोज्यकर्ता कर्मपदम् अपि निघन्तक्रियापदम् एतत् सर्वं भवेत् इति अवगतवन्तः एतावत् तत्र प्रश्नः तु उक्तः पूर्वमेव नाम कुत्र तृतीया विभक्तः विभक्तिः भवति द्वितीया विभक्तिः भवति इति कथं ज्ञातव्यम् इति इदानीम् अग्रे तत्र एकमेकं नाम तत्र सूत्रं वा तत्र उक्तमस्ति यस्य आधारेण वयं तत्र ओ अत्र द्वितीया विभक्तिः भवति इति ज्ञातुं शक्नुमः तर्हि प्रथम तत्र समूहः तत्र गत्यर्थकधातूनां समूहः तर्हि तत्र वेदभगिनी अग्रे एतानि वाक्यानि परिशीलयति अग्रे एतानि वाक्यानि तत्र एतानि वाक्यानि परिशीलयत अणिजन्तवाक्यं निजन्तवाक्यं पुत्रः शालां प्राप्नोति पिता पुत्रं शालां प्रापयति तत्र पुत्रः शालां प्राप्नोति पुत्रः कर्ता शालां कर्मपदं प्राप्नोति क्रियापदं पिता तत्र प्रयोजककर्ता पिता पुत्रः प्रयोज्यकर्ता शालां कर्मपदं प्रापयति णिजन्तरूपं प्राप्धातूनां णिजन्तरूपं प्रापयति तत्र द्वितीया विभक्ति भवति पुत्रस्य प्रयोज्यककर्ता द्वितीया विभक्ति अस्ति किमर्थं चेत् एतेषु वाक्येषु सर्वेपि धातवः गत्यर्थकाः सन्ति तेषां प्रयोगे अणिजन्तवाक्येषु प्रयोज्यकर्तुः प्रथमा विभक्तिः भवति निजन्तवाक्येषु ततो द्वितीया विभक्तिः भवति अस्तु एतेषु वाक्येषु सर्वेपि धातवः गत्यर्थकाः तदेव तेषां प्रयोगे अडिजन्तवाक्येषु प्रयोज्यकर्तु प्रथमाविभक्तिः भवति निजन्तवाक्येषु ततो द्वितीया तत् द्वितीया विभक्ति भवति सो प्रथमवाक्ये पुत्रः अस्ति तद् प्रयोज्यकर्तु अस्ति प्रयोज्यकर्तु तस्य प्रयोज्यकर्ता अस्ति निजन्तवाक्ये तु तस्य द्वितीया विभक्ति भवति यदि धातु किमर्थं गत्यर्थकधातु अस्ति चेत् तस्य द्वितीया विभक्ति भवति तदेव निजन्तवाक्ये पुत्रस्य द्वितीया विभक्ति दर्शयति पिता पुत्रं शालां प्रापयति इति रूपम् अस्ति समीचीनं भगिनि तदेव अस्ति अस्तु समीचीनं भगिनि अस्तु तर्हि अग्रे शोभा भगिनि अग्रिमं वाक्यम् आं महोदय भृत्यः स्यूतं प्रेषयति इति अणिजन्तवाक्यं भृत्यः इति तत्र कर्ता स्यूतं कर्मपदं प्रेषयति क्रियापदं स्वामी भृत्यं स्यूतं प्रेषयति इदानीं स्वामी इति प्रयोजककर्ता भृत्यम् इति प्रयोज्यकर्ता स्यूतं कर्मपदं प्रेषयति तत्र अणिजन्तवाक्ये किं तत्र धातवः गत्यर्थकाः सन्ति किन्तु अणिजन्तप्रयोगे प्रयोज्यकर्तुः प्रथमविभक्तिः स्यू तत्र भृत्यः इति प्रथमविभक्त्याम् अस्ति अणिजन्तवाक्ये सः एव प्रयोज्यकर्ता भवति निजन्तवाक्ये तस्य द्वितीयविभक्तिः भवति अन्यः आगच्छति प्रयोजककर्तरूपे कर्तुः रूपेण स्वामी इति तर्हि भृत्यः इति प्रयोज्यकर्ता भूत्वा द्वितीयं प्राप्नोति द्वितीयविभक्तिरूपं प्राप्नोति आम् भृत्यः प्रेरितः अस्ति प्रेरितः स्वामिना आम् आम् आम् समीचीनं भगिनि अस्तु अस्तु अग्रे नरेश् महोदय तृतीयं वाक्यं कोकिलः नीडं गच्छति काकः कोकिलं नीडं गमयति अत्र कोकिलः तु प्रयोज्यकर्ता अस्ति कर्ता नीडं तत् कर्मपदमस्ति गम धातुः गमयति गच्छति तत् क्रियपदमस्ति अग्रे काकः कोकिलं प्रेरयति अतः काकः प्रयोजककर्ता अस्ति कोकिलः प्रयोज्यकर्ता अस्ति कोकिलः तत्र गम् धातुः तु गम् एव अस्ति अतः द्वितीयविभक्ति द्वितीयविभक्ति काकः कोकिलं नीडं गमयति तत्र कोकिल कुत्रचित् कस्यायाः अपि तत्र नाम भवति वा इदानीन्तनकाले कोकिला इति कोकिला नाम अस्ति कोकिला अस्ति नाम अस्ति अस्ति खलु भगिनि नाम अहं चिन्तितवान् तादृशं श्रुतवान् इति किन्तु कोकिला तु कोयल् अस्ति न कोकिला सत्यं स्त्रीलिङ्गे कोकिला इति भवति महोदय कोकिला नाम भवति खलु भगिनि नाम भवति खलु स्त्रीलिङ्गे इति एव किन्तु एतावत् केवलं तत्र किं पुस्तके एतद् नाम दृष्टवान् किन्तु कदापि न कोऽपि केनापि न कयापि न मिलितवान् कोकिला इति नाम श्रुतवती तमिळ् तमिळ् मध्ये सत्यं सत्यं भगिनि अतः एव चिन्तितं कोकिला इति भवति खलु अस्तु अस्तु वेदा भगिनी भवती एव अग्रे यात्री तीर्थक्षेत्रम् अटति यात्री कर्ता अरिजन्तवाक्ये यात्री इति कर्ता तीर्थक्षेत्रं कर्मपदम् अटति इति क्रियापदं तस्य निजन्तवाक्ये मार्गदर्शी यात्रिणं तीर्थक्षेत्रम् अटयति अटति इति गत्यर्थकधातुः अस्ति इति कारणतः तत्र प्रयोज्यकर्ताणां द्वितीया विभक्तिः भवति, तदेव यात्री इति प्रयोज्यकर्ता अस्ति तस्य द्वितीया विभक्ति भवति यात्रिणम् इति वा यात्रीण इति प्रातिपदिकं भवेत् तत्र खलु भगिनि यात्रिणं नत्वं भूत्वा यात्रिणं मार्गदर्शी यात्रिणं तीर्थक्षेत्रम् आटयति इति रूपम् अस्ति. समीचीनं भगिनि, हा अस्तु, धन्यवादः. अस्तु अग्रे नरेश् महोदय, तत्र जानीता इति. आम्, एतेषु वाक्येषु जानीता, तत् पठितु. हा जानीता, जानीत यत्र वाक्येषु गत्यर्थकधातूनां निजन्तत्वेन प्रयोगः भवति तत्र प्रयोज्यकर्तुः द्वितीया विभक्तिः भवति. तत् अस्ति धातु गत्यर्थकः अस्ति, अतः निजन्त प्रयोगे तत्र प्रयोज्यकर्तृ तत् द्वितीया विभक्ति अस्ति. तत्र प्रयोज्यकर्तुः इति तस्य विभक्ति का षष्टि. प्रयोज्यकर्ता, प्रयोज्यकर्तुः, कर्तुः ऋकारान्तपदं. हा, ऋकारान्तपदं खलु. समीचीनं महोदय. अस्तु अग्रे प्रथमं कृत्वा अग्रिमे आवरणे स्थितस्य शब्दस्य द्वितीयविभक्त्यन्तरूपेण रिक्तस्थानं पूरयत. रामः गुरुकुलं गमयति. अत्र बालकः अस्ति, बालकस्य तत्र द्वितीयविभक्ति बालकं भवति. रामः बालकं गुरुकुलं गमयति. गमयति, गम् धातुः, अतः द्वितीया विभक्ति. समीचीनम्. अस्तु अग्रे शोभा भगिनि. गोपालकः गोष्ठं प्रापयति, आवरणे वत्सः इति अस्ति. गोपालकः तत्र प्रापयति इति गत्यर्थक अर्थे भवति. प्रा इति उपसर्गः, आपयति इति इत्युक्ते प्रापणे इति. अतः गोपालकः वत्सं गोष्ठं प्रापयति इति भवति णिजन्तवाक्यं. समीचीनं. देवदत्तः मित्रमिति आवरणे दत्तं. देवदत्तः कोषागारं सञ्चारयति. कोषागारं कर्मपदं, सञ्चारयति तत्र गत्यर्थकधातु अस्ति. सन् उपसर्गपूर्वकं चर् धातु इति चर् सञ्चारयति. तत्र देवदत्त तदेव तत्र प्रयोज्य कर्तुः कर्ता मित्रमिति दत्तं, तस्य रूपं द्वितीया विभक्ति भवति. देवदत्तः मित्रं कोषागारं सञ्चारयति. समीचीनं भगिनि. कोषागारं सञ्चारयति मित्रं, मित्रं कोषागारं सञ्चारयति. समीचीनम्. अस्तु अग्रे नरेश् महोदय. वनेक् उद्योगं प्रापयति. कर्मकरः अवर्णे अस्ति. अत्र प्रापयति तदपि गत्यर्थकः अस्ति. द्वितीयविभक्तिकर्मकरः, तस्य द्वितीयविभक्तिकर्मकरं भवति. वनेक् कर्मकरम् उद्योगं प्रापयति. वनेक् कर्मकरम् उद्योगं प्रापयति. समीचीनम्. अस्तु धन्यवादः महोदय. अस्तु शोभा भगिनी अग्रे इदानीम्. अग्रे महोदय, विशेषः इति नी धातुः नयति, वह् धातुः वहति च. यद्यपि गत्यर्थकौ तथापि तयोः निजन्तत्वेन प्रयोगे प्रयोज्यकर्तुः द्वितीया विभक्तिः न भवति, अपि तु तृतीया विभक्तिः एव. तत्र विशेषः अस्ति नी इति धातुः, नयति इति अर्थे नी इति धातुः, वहति इति अर्थे वह् इति धातुः, तयोः तत्र निषेधः अस्ति. यद्यपि एतौ द्वौ गत्यर्थकौ धातौ, तथापि तेषां प्रयोगे प्रयोज्यकर्तुः द्वितीयविभक्तिः न भवति, अपि तु तृतीया एव भवति. यथा तत्र निवह्योर्ना इति सूत्रमस्ति, गत्यर्थकानाम् इति इत्यस्मात् सूत्रात् परम् आगच्छति, तेन एषः निषेधः क्रियते. यथा तत्र उदाहरणे गोविन्दः पुस्तकं नयति इति अणिजन्तवाक्यं, तत्र गोविन्दः इति कर्ता, प्रयोज्यकर्ता अस्ति, यतोहि अग्रे प्रयोज्यकर्ता भवति. मनोजः गोविन्देन पुस्तकं नाययति इति एव, तत्र गोविन्दम् इति न भवति. आम्, यद्यपि नयति इति गमने एव अस्ति, गत्यर्थकधातुः अस्ति, तथापि. तथा एव वृषभः भारं वहति, चाकटिकः वृषभेण भारं वाहयति इति, वहति इति अपि गत्यर्थकः, किन्तु तथापि तत्र वृषभः इति प्रयोज्यकर्ता कर्तुः विभक्तिः तृतीया एव भवति, न तु द्वितीया. चाकटिकः वृषभेण भारं वाहयति इति भवति. इत्युक्ते एतयोः धातोः निषेधः अस्ति. तत्र निषेध किम् अस्ति, कोऽपि सूत्रम् अस्ति? निवह्योर्न इति सूत्रमस्ति महोदय. इत्युक्ते निवह तयोः निवह्योः इति भवति, निवह्योः न, तत्र विसर्गस्य रेपः आगच्छति, निवह्योर्न इति भवति. इत्युक्ते तेषां णिजन्तवाक्ये द्वितीया न भवति, कर्मपदं न भवति इति. न भवति, समीचीनं भगिनि. अपि तत्र अहं चिन्तयामि, तत्र पाठे तत्र अशीतितमे पुटे तत्र अधोभागे तत्र अन्तिमपङ्क्त्यां, नाम तत्र तेन पुनरपि जलम् आनाययत्, तत्र तेन इति अस्ति, तर्हि तत्र आनाययत् पूर्वं पठितवन्तः खलु गुरुः, तत्र गुरुः तेन तेन छात्रेण जलम् आनाययत् इति दृष्टवन् पठितवन्तः. तर्हि तत्र धातुः तत्र यस्य धातोः तत्र नाम द्वितीया न भवति, नाम अत्र नयति इति अनि धातोः तत्र द्वितीया न भवति, तर्हि उपसर्गः अस्ति चेदपि सः एव नियमः, नाम तत्रापि तृतीया इति एव मन्ये खलु, नाम तत्र उपसर्ग अपि नाम उपसर्गस्य योजनेन तत्र विभक्तिपरिवर्तनं न भवति, नाम न भवति नी धातोः यः नियमः सः एव नियमः उपसर्गसहितधातोः अपि इति चिन्तयामि महोदय, यतोहि अहमपि चिन्तयामि भगिनि, यतोहि तत्र नयति इत्यपि गमनम् आनयति इत्यपि गमनमेव. आनययत् तत्र जलमिति दत्तं, तत्र जलमस्ति भगिनि, प्रयोज्यकर्ता, किन्तु भगिनि तत्र जलं तु साक्षात् कर्मपदं, प्रयोज्यकर्ता कः? ओके, या या, रैट् रैट् रैट् तेन प्रयोज्यकर्ता तेन, तेन इत्यस्ति तेन छात्रेण, करेक्ट्, अतः तत्र प्रयोज्यकर्ता यः अस्ति तस्य विभक्ति एव दत्तं, तृतीया विभक्ति अस्ति, अतः उपसर्गस्य आयोजनेन अपि प्रायशः तत्र निषेधः भवति इति चिन्तयामि. महोदय, चिन्तयामि यदा उपसर्गस्य योजनेन धातोः अर्थः भिन्नः भवति, भिन्ना भवति, तदा वक्तुं शक्नुमः, किन्तु अस्मिन् प्रसङ्गे तु अर्थः समानः एव, नयनम् आनयनं नयनं गतिः एव अस्ति तत्र. अस्तु अस्तु अस्तु भगिनि, तर्हि तर्हि तत्र निषेधः भवति, अस्तु भगिनि, भवति, अस्तु समीचीनं, अस्तु अग्रे, धन्यवादः भगिनि, अग्रे नरेश् महोदय, अग्रे एतानि वाक्यानि परिशीलयत. अनिजन्त वाक्यं बलदेवः कथां जानाति. निजन्तवाक्यं वसुदेवः बलदेवं कथां ज्ञापयति. इदानीम् अधोभागे यदस्ति तद् पठतु महोदय. एतेषु वाक्ये एतेषु वाक्येषु सर्वे धातवः बुद्ध्यर्थकः कः ज्ञानार्थकाः बुद्ध्यर्थकाः ज्ञानार्थकाः सन्ति. तेषां प्रयोगे अनिजन्तवाक्येषु प्रयोज्यकर्तुः प्रथमा विभक्तिः भवति. निजन्तवाक्येषु पुनः द्वितीया विभक्तिः. अस्तु, अत्र अनिजन्तवाक्ये तु प्रयोज्यकर्ता प्रथमा विभक्ति भवति. बलदेवः बलदेवः कथं कथां जानाति. निजन्तवाक्यं तत्र प्रयोज्यकर्ता तस्य द्वितीया विभक्ति भवति बलदेवं. प्रयोज्यकर्ता तु प्रथमा अस्ति. वसुदेवः बलदेवं कथां ज्ञापयति. ज्ञापयति, समीचीनं महोदय. तर्हि बलदेवः इति तत्र प्रयोज्यकर्ता तस्य द्वितीय तस्य प्रयोजकर्तुः द्वितीयविभक्तिरूपं निजन्तवाक्ये. समीचीनं. अग्रे वेदा भगिनी. शिष्यः श्लोकार्थं बोधति. तत्र बोधति इति अस्ति, बोधति बुद्ध्यर्थकधातुः अस्ति इति कारणतः तत्र शिष्यः कर्ता तस्य निजन्तवाक्ये तस्य प्रयोज्य प्रयोज्यकर्ता अस्ति तत्र. तदेव एतत् तत्सूत्रेण गतिबुद्ध्यर्थकप्रत्यवसानार्थशब्दकर्म कर्माकर्मकाणाम् अणिकर्ता स नौ इति सूत्रेण तत्र बोधति इति बुद्ध्यर्थकधातुः अस्ति इति कारणतः प्रयोज्यकर्तायाः द्वितीया विभक्ति भवति. कर्तायाः इति कथं? सारि सारि न कर्ता प्रयोज्यकर्ता तस्य द्वितीया विभक्ति भवति निजन्तवाक्येषु. तदेव तत्र उपाध्यायः शिष्यं श्लोकार्थं शिष्यं भवति तत्र शिष्यः शिष्यं भवति. समीचीनं भगिनि इति अस्ति. धन्यवादः. अस्तु अग्रे शोभा भगिनी. तत्र गोपालः मन्त्रार्थं वेत्ति. तत्र गोपालः इति अणिजन्तवाक्ये प्रयोज्यकर्ता भवति अनन्तरं, किन्तु इदानीं कर्ता. मन्त्रार्थं वेत्ति, वेत्ति इति विद्धातुः ज्ञाने विद्धातुः ज्ञाने भवति. अणिजन्तवाक्ये इदानीं प्रयोजककर्ता नन्दनः. नन्दनः गोपालं मन्त्रार्थं वेदयति. नन्दनः प्रयोजककर्ता, गोपालः प्रयोज्यकर्ता भवति. तत्र विद्धिति धातुः बोधनार्थे अस्ति इत्यतः बुद्ध्यर्थकधातुः अस्ति. अतः गोपालस्य द्वितीया भवति गोपालम् इति भवति. गोपालं मन्त्रार्थं वेदयति इति भवति. सीतारामः काव्यमहत्त्वं बोधति. अनिजन्तरूपं तु सीतारामः काव्यमहत्त्वं बोधति. निजन्तरूपं तत्र जयरामः सीतारामं काव्यमहत्त्वं बोधयति. अत्र सीतारामः तु प्रयोज्यकर्ता अस्ति. बोधयति तत् क्रियापदमस्ति. अत्र काव्यमहत्त्वं तत्तु कर्मपदमस्ति. सीतारामः काव्यमहत्त्वं बोधति. अग्रे निजन्तरूपं तत्र जयरामः तत् प्रयोजककर्ता अस्ति, अत्र सीतारामं प्रयोज्यकर्ता अस्ति, तदा तत्र द्वितीयविभक्ति अस्ति, जयरामः सीतारामं काव्यमहत्त्वं बोधयति. समीचीनम्. अस्तु, तर्हि इदानीं तत्र अग्रे वेदा भगिनी अग्रे. जानीत येषु वाक्येषु बुद्ध्यर्थकधातूनां निजन्तत्वेन प्रयोगः, तत्र प्रयोज्यकर्तुः द्वितीयाविभक्तिः भवति. द्वितीयाविभक्तिः भवति. आवरणे स्थितस्य शब्दस्य उचितविभक्त्यन्तरूपेण रिक्तस्थानं पूरयत. यथा शङ्करः डाश् विषयं ज्ञापयति रविः, तस्य द्वितीयविभक्त्यन्तरूपं रविं हरिः हरिं. शङ्करः रविं विषयं ज्ञापयति. समीचीनं. तत्र प्रयोजककर्ता प्रयोज्यकर्ता प्रयोजककर्ता शङ्करः प्रयोज्यकर्ता रवि रविः. समीचीनं भगिनि. अग्रे शोभा भगिनि. नियन्त्रकः मार्गं ज्ञापयति, चालकः इति आवरणे नियन्त्रकः. इदानीं निजन्तवाक्ये नियन्त्रकः प्रयोज्यकर्ता भवति, चालकः क्षम्यतां, नियन्त्रकः प्रयोजककर्ता, चालकः प्रयोज्यकर्ता. नियन्त्रकः तत्र ज्ञापयति इति बुद्ध्यर्थकधातुः, अतः चालकं मार्गं ज्ञापयति इति वाक्यं भवति. समीचीनं. तर्हि तत्र चालकम् इति तत्र प्रयोज्यकर्ता, नियन्त्रकः इति प्रयोजककर्ता. समीचीनं. किन्तु एतेषु दिनेषु तत्र तत्र लोकयाने तु तत्र चालकः अपि नियन्त्रकः समानः एव भवन्ति खलु इदानीं. पूर्वं तत्र नियन्त्रकः इति आसीत्, चालकः इति भिन्नः आसीत्. किन्तु कुत्रचित् तादृशं दृश्यते. किन्तु अस्तु अग्रे. गुरुः नरेश् महोदय. गुरुः श्लोकार्थं बोधयति. छात्रः अस्ति, तदपि बुद्ध्यर्थकधातुः अस्ति, अतः प्रयोज्यकर्ता द्वितीयविभक्तिः अस्ति, छात्रं भवति. प्रयोजककर्ता तु गुरुः अस्ति. गुरुः छात्रं श्लोकार्थं बोधयति. समीचीनं. अग्रे माता माता पुत्री इति आवरणे दत्तं, तत् अस्ति प्रयोजककर्ता, प्रयोज्यकर्ता, प्रयोजककर्ता, सोरि, प्रयोजककर्ता. माता कर्त्री, कर्त्री नाम प्रयोजककर्त्री, प्रयोज्यकर्त्री अस्ति, तस्य द्वितीया विभक्ति भवति. पुत्री माता पुत्री सदाचारं वेदयति, विदुदिता तु वेदयति, ज्ञान बुद्ध्यर्थकता वेदयति. तदेव पुत्रीम् इति द्वितीया रूप विभक्तिरूपम् अस्ति तत्र. समीचीनं. अग्रे धन्यवादः. नरेश् महोदय. एतानि वाक्यानि परिशीलयत. अनिजन्तवाक्यमस्ति, निजन्तवाक्यमस्ति. अनिजन्तवाक्यं शिशुः शर्करां भुङ्क्ते, निजन्तवाक्यं माता शिशुं शर्करां भोजयति. इदानीम् अधोभागे पठतु. एतेषु येषु वाक्येषु एतेषु न येषु वाक्येषु सर्वे अपि धातवः भक्षणार्थकाः सन्ति. तेषां प्रयोगे अनिजन्तवाक्येषु प्रयोज्यकर्तुः प्रथमा विभक्तिः भवति. नजन्तवाक्येषु पुनः द्वितीया विभक्तिः. अत्र प्रयोजककर्ता तु प्रयोजककर्त्री माता अस्ति, प्रयोज्यकर्ता शिशुः अस्ति. अनजन्तवाक्यम् अस्ति शिशुः शर्करां भुङ्क्ते. नजन्तवाक्ये तदा माता तु प्रथमा विभक्तिः अस्ति, प्रयोज्यकर्तृ तस्य द्वितीया विभक्तिः आगच्छति. शिशुं माता शिशुं शर्करां भोजयति. भोजयति, हा समीचीनं. तर्हि तत्र प्रयोजककर्ता अस्ति, प्रयोज्यकर्ता अस्ति अथवा कर्त्री अस्ति. तर्हि तत्र कः साक्षात् क्रियां करोति, अपि कः प्रेरयति? प्रयोजककर्ता प्रेरयति, प्रयोज्यकर्ता करोति. करोति, हा इति समीचीनं, समीचीनं. प्रयोजककर्ता प्रयोज्यकर्ता, तत्र प्रयोजककर्ता प्रेरयति, प्रयोज्यकर्ता साक्षात् क्रिया करोति. हा अस्तु, समीचीनं महोदय. अग्रे शोभा भगिनि. वत्सः सस्यं भक्षयति इति अणिजन्तवाक्यं. तत्र वत्सः इति कर्ता, सस्यं तत्र कर्मपदमस्ति, भक्षयति इति भक्ष् धातुः, इत्युक्ते भक्षणार्थे धातुः. गोपालः वत्सं सस्यं भक्षयति. तत्र सूत्रे किम् उक्तं, गतिबुद्धि तदनन्तरं प्रत्यवसानम् इत्युक्ते भक्षणम् इति अर्थे भवति. तेषां प्रयोज्यकर्तुः द्वितीयविभक्तिः भवति इति. तर्हि गोपालः वत्सं सस्यं भक्षयति. वत्सः इति प्रथमा आसीत्, इदानीं द्वितीया भवति णिजन्ते. यदा भक्ष् इति धातुः आगच्छति क्रियापदरूपेण, तावदेव. किमपि वदनीयं महोदय? न न भगिनि, तावदेव. पुत्रः कदलीफलम् अश्नाति, पुत्रः कदलीफलम् अश्नाति. तत्र पुत्रः अणिजन्तवाक्ये यत् अस्ति तद् प्रयोजककर्ता भवति निजन्तवाक्ये. तस्य अश्नाति इति भक्षणार्थकधातुः अस्ति, अश्नाति, तदेव तस्य रूपं भवति. तस्य प्रयोजक प्रयोज्यकर्तुः द्वितीया विभक्तिं भवति. तदेव पिता पुत्रं कदलीफलम् आशयति वा, तस्य रूपम् अश्नाति. ओ अश्नाति आशयति, किमर्थम् अश्नाति? प्रायशः क्रियादिगणे भगिनी तत्र न इति आगच्छति खलु, क्रियादिगणे विकरणप्रत्ययः. तद् तत्र तु विकरणप्रत्ययः न भवति तत्र निजन्ते. तदेव आशा, उपधायाः दीर्घं भवति, तदेव आशयति. ओके, आशयति. तो पिता पुत्रं द्वितीया विभक्ति अस्ति, भक्षणार्थकधातुः अस्ति इति कारणतः द्वितीया विभक्ति भवति. प्रयोज्य कर्तुः द्वितीया विभक्तिः, पुत्रम् इति अस्ति. पिता पुत्रं कदलीफलम् आशयति इति. समीचीनं. नरेश महोदय अग्रे. कुक्कुरः मूषकं भक्षयति. अनजन्तवाक्यम् अस्ति कुक्कुरः मूषकं भक्षयति. निजन्तवाक्यं गोविन्दः कुक्कुरं मूषकं भक्षयति. अत्र कुक्कुरः प्रयोज्यकर्ता अस्ति, गोविन्दः प्रयोजककर्ता अस्ति, मूषकः तु कर्मपदम् अस्ति. भक्ष तत् भक्षणार्थकः धातुः अस्ति, अतः नजन्तवाक्ये प्रयोज्यकर्ता द्वितीयविभक्तिः भवति. अतः अनजन्तवाक्ये कुक्कुरः मूषिकं भक्षयति, परन्तु निजन्तवाक्यं गोविन्दः कुक्कुरं मूषिकं भक्षयति भवति. समीचीनं महोदय. प्रेरयति, तत् प्रेरयति. तत्र भक्षयति यत्र अस्ति तादृशानि क्रियापदानि सन्ति चेत् तत्र निजन्तरूपम् अनिजन्तरूपं समानम् अस्ति चेत् तत्र किञ्चित् क्लेशः भवति खलु. तत्र नाम कुक्कुरः मूषिकं, तत्र कर्मपदं, तत्र द्वितीयाविभक्त्यन्तपदद्वयं यदि अस्ति चेत् तदा एव तत्र अवगच्छामः तत्र निजन्तरूपं वा अथवा अणिजन्तरूपं वा इति. अस्तु, तत्र किञ्चित् सावधानम् अपेक्षितम् अस्ति इति मन्ये. अस्तु, समीचीनम्. अस्तु, अग्रे शोभा भगिनी, अग्रे. एषु वाक्येषु सर्वेपि धातवः भक्षणार्थकाः सन्ति, तेषां प्रयोगे पठितवन्तः खलु, एकवारं पुनः पठामि वा? अस्तु, येषु वाक्येषु भक्षणार्थकधातूनां निजन्तत्वेन प्रयोगः तत्रापि प्रयोज्यकर्तुः द्वितीयाविभक्तिः भवति. इदानीं तत्र गति इति दृष्टवन्तः, बुद्धि इति दृष्टवन्तः, इदानीं भक्षणार्थकधातूनामपि निजन्तत्वेन प्रयोगे तत्र प्रयोज्यकर्तुः द्वितीयविभक्तिः भवति इति नियमः अस्ति. एतावत् तर्हि तत्र केवलं तत्र अपवादद्वयं खलु, तत्र नी अपि तत्र व तावदेव अपवादः. समीचीनम्, अग्रे भगिनि. आवरणे स्थितस्य शब्दस्य उचितविभक्त्यन्तरूपेण रिक्तस्थानं पूरयत. भगिनी क्षीरं पाययति आवरणे अतिथिः इति अस्ति. इदानीं पाययति इति पिबति इति अर्थे तत्रापि तत्र खादने एव भवति खलु. पाययति अतिथि तत्र शब्दकर्मकाणां धातूनां न तत्तु भिन्नं विशेषः आद्धातुः. हा न, तत्र पाययति इति किं महोदय? द्वितीयविभक्ति एव पा इति धातुः. पा इति धातुः तत्र खादने नास्ति, पिबने अस्ति, किन्तु प्रायशः न न भगिनि, तत्र द्वितीयविभक्ति एव, यतोहि कथायां तत्र क्षीरं नाम तत्र ततः उपविष्टान् ततः उपविष्ट तत्र अशीतितमे पुटे नाम कथायां तत्र अधोभागे यः परिच्छेदः तत्र द्वितीयवाक्यं ततः उपविष्टान् छात्रान् जलम् अपाययत्. आम् महोदय, आमाम् आम्. तर्हि तत्र हा इत्युक्ते तत्र तदपि खादने इति एव स्वीकृतं स्वीकरणीयम् आम् स्वीकरणीयम्. तर्हि भगिनी अतिथिः इति अतिथिः इति पुंलिङ्गे एव खलु महोदय? सत्यं भगिनि. तर्हि अतिथिं क्षीरं पाययति इति भवति. भगिनी अतिथिं क्षीरं पाययति प्रयोज्य कर्ता. अन्नं भोजयति आवरणे पुत्रः इति अस्ति. अन्नं भोजयति भोज भुजिदातु भक्षणार्थक अस्ति इति कारणतः पुत्रस्य द्वितीया विभक्ति भवति. माता पुत्रम् अन्नं भोजयति इति. समीचीनं. माता प्रयोज्यक पुत्रम् अन्नं भोजयति प्रयोज्यविभक्ति द्वितीयाविभक्ति. समीचीनं. हरीश मोदी, अग्रे. वृद्धः जम्बूफलम् आशयति, आवरणे भिक्षुकः अस्ति. अत्र वृद्धः प्रयोजककर्ता अस्ति, भिक्षुकः प्रयोज्यकर्ता अस्ति, जम्बूफलं कर्मपदम् अस्ति, आशयति अपि भक्षणार्थकः अस्ति, अतः द्वितीयविभक्ति भवति प्रयोज्यकर्तु वृद्धः भिक्षुकं जम्बूफलम् आशयति. समीचीनं महोदय, तथैव अस्ति. अग्रे शुभ भगिनि. गृहस्वामी मूषिकं भक् गृहस्वामी इति अणिजन्तवाक्ये मूषिकं भक्षयति इति भवति. तत् योजयित्वा पठामि चेत् हास्यास्पदं भवति. मार्जारः इति इदानीं प्रयोज्यकर्ता. गृहस्वामी तत्र इदानीं भक्षिति धातुः, इत्युक्ते भक्षणार्थकधातुः. तर्हि गृहस्वामी मार्जारं मूषिकं भक्षयति इति वाक्यं भवति. केवलं गृहस्वामी मूषिकं भक्षयति इति अतः तत्र तथा पठितुम् आरब्धवती. तदनन्तरम् अथ एव स्थगितवती. सत्यं भगिनि, सत्यं. तर्हि सः एव खादति चेत् मार्जारः किं कुर्यात्? किं कुर्यात्? अत्र एव तत्र भक्षयति इति तत्र तस्यैव तत्र भक्षयति, तत्र निजन्तरूपम् अनिजन्तरूपं समानम्. समानं समानम्, अतः एव तत्र समस्या. चुरादिगणीयधातुः महोदय. सत्यं सत्यं भगिनि. तर्हि वेदभगिनी तत्र अत्रैव स्थगयामः. तर्हि तत्र वेदभगिनी तत्र अन्ते तत्र शान्तिमन्त्रं वदति वा तदनन्तरं? पूर्णमदपूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. श्रीगुरुभ्यो नमः. ॐ शान्ति शान्ति शान्तिः. धन्यवादः महोदय. धन्यवादः भगिनी, धन्यवादः. पुनर्मिलामः. धन्यवादः महोदय. नमस्कारः. धन्यवादः. नमस्कारः. धन्यवादः. नमस्कारः.